गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि इदानीं कर्मलक्षणं सप्तपदार्थाः द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः इति नैयायिकानां मतं। तत्र नवद्रव्याणि सन्ति, तेषां निरूपणं कृतं। तदनन्तरं चतुर्विंशतिगुणाः सन्ति, तेषामपि निरूपणं सम्पूर्णरीत्या कृतम्। इदानीं तृतीयः पदार्थः कर्म इति, तस्य लक्षणं, तस्मिन् विषये चिन्तनम्। अस्तु, मेहुल् महोदय आरभ्यते। कर्मलक्षणम् इति पेज् 342। कर्मलक्षणं चलनात्मकं कर्म ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम्। ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम् अधोदेशसंयोगहेतुः अपक्षेपणम् शरीरसन्निकृष्टसंयोगहेतुः अकुञ्चनम् अभिप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत् सर्वं गमनम्। पृथिव्यादिचतुष्टयं चतुष्टयमनोमात्रवृत्तिः। अस्तु, अत्र अग्रे पठेम। निरूपिता गुणाः ततः च उद्देशक्रमानुसारेण क्रियां निरूपयति। अस्याः अपि सामान्यलक्षणं न आवीतम्। लोकसिद्धा संज्ञा परम् अभिधीयते गमनात्मकं कर्म इति। क्रियायाः हि एषः स्वभावः। सा स्व उत्पत्ति अनन्तरं विभागं संयोगं वा जनयितुं न भावान्तरम् अपेक्षते। पुटसङ्ख्या 1-100। उक्तेन अभिघातेन नोदनेन वा फलादौ क्रिया उत्पद्यते। ततः अग्रिमक्षणे विभागः। तं विभागं प्रति फलं समवायिकारणं, क्रिया च असमवायिकारणं, कालादयः निमित्तकारणानि। तेन च विभागेन फलस्य यः पूर्वदेशसंयोगः सः नश्यति। ततः देशान्तरसंयोगः उत्पद्यते, ततः क्रियानाशः। अतः क्रियाविभागसंयोगयोः असमवायिकारणं भवति। अस्तु, अत्र कर्मस्य लक्षणं दत्तमस्ति, चलनात्मकं कर्म इति। तर्हि ऊर्ध्वदेशसंयोगस्य हेतुः अस्ति उत्क्षेपणम् इति कर्म। अधोदेशसंयोगहेतोः अधोदेशसंयोगस्य हेतुः अस्ति अपक्षेपणम्। शरीरसन्निकृष्टसंयोगस्य हेतुः अस्ति आकुञ्चनम्। विप्रकृष्टसंयोगस्य हेतुः अस्ति प्रसारणम्। अन्यत् सर्वं तु गमनम् इति एव। अपि च कर्म कुत्र वर्तते, तर्हि पृथिव्यादिचतुष्टयं वर्तते इति, तत्र एव वर्तते। न न, पृथिव्यादिचतुष्टये अपि च मनसि अपि वर्तते। अस्तु, अत्र क्रमानुसारेण क्रियां निरूपयति। अधुना गुणाः तु निरूपिताः। अस्याः अपि सामान्यलक्षणं न अभिहितम्। सामान्यलक्षणं न अभिहितं, न उक्तं सामान्यलक्षणम्। अत्र लोकसिद्धसंज्ञा परम् अभिहीयते। तत्र अस्या अपि, तत्र किमर्थम् अपि शब्दः प्रयुक्तः? गुणाः इत्यस्य तुलनां कृता। अत्र क्रियायाः अपि सामान्यलक्षणं न अभिहितम्। यथा गुणस्य सामान्यलक्षणं नाभिहितं, यथा वा द्रव्यस्य सामान्यलक्षणं, द्रव्यम् इत्युक्ते किम् इति लक्षणं न कृतं। सत्यं, द्रव्यस्य नवभेदाः नवभेदाः उक्त्वा तदनन्तरं पृथिव्याः सामान्यलक्षणं कृतं गन्धवती पृथिवी इति. किन्तु द्रव्यं नाम किं, द्रव्यस्य लक्षणं किम् इति चेत् न उक्तम्. एवं गुणाः चतुर्विंशतिः इति एव उक्तं. तत्र गुणस्य लक्षणं किम् इति चेत् न उक्तम्. किन्तु रूपस्य लक्षणम् उक्तम्, चक्षुर्मात्रग्राह्यो गुणः रूपम् इति उक्तम्. एवमेव अत्र कर्मस्य लक्षणं सामान्यलक्षणमपि न उक्तं, यद्यपि चलनात्मकं कर्म इति उक्तं, तद् लक्षणत्वेन विद्याधिग्रन्थकारः न स्वीक्रियते. किमर्थमिति चेत् लोकसिद्धा न इति नास्ति, लोकसिद्धा इति भिन्नवार्ता अस्ति. तर्हि अत्र कर्मस्य लक्षणं, कर्मणः सामान्यलक्षणं न उक्तं, यथा द्रव्यस्य लक्षणं न उक्तं, गुणस्य लक्षणं न उक्तं, तद्वत् इति अत्र उक्तम्. अस्तु अग्रे महोदय. अस्तु, अत्र कर्म इत्यस्य लोकसिद्धा इत्युक्ते वयं सर्वे जानीमः, अत्र कर्म इति इत्युक्ते गमनात्मकम् इति, यत्र गमनम् अस्ति तदेव कर्म इति वा, गमनात्मकं कर्म इत्यनेन. हा, लोकसिद्धासंज्ञा परम् अभिधीयते इत्युक्ते गमनम् इत्युक्ते किम् इति सर्वे जानन्ति लोके. चलनम् इत्युक्ते किम् इति सर्वे जानन्ति. तर्हि तद् तादृशशब्दं प्रयुज्य गमनम् इत्यस्य लक्षणं किम् इति अनुक्त्वा केवलं गमनात्मकम् अथवा चलनात्मकं कर्म प्रसिद्धमस्ति इति कृत्वा लक्षणं न दातव्यम्. किमर्थं लक्षणं, लक्षणप्रमाणाभ्यां वस्तुसिद्धिः. यदि कस्यचित् यदि कश्चन पदार्थः असिद्धः अस्ति तदा एव लक्षणं प्रमाणं च वक्तव्यम्. किन्तु प्रसिद्धः पदार्थः अस्ति चेत् किमर्थं लक्षणं कार्यम् इति कृत्वा लक्षणं न कृतम् इति उच्यते. अस्तु अग्रे. क्रियायाः हि एषः स्वभावः. अस्तु, तर्हि तर्हि क्रियायाः स्वभावः एव गमनम् अपि च चलनं तादृशं. अग्रे आयास्यति, एषः क्रियायाः हि एषः स्वभावः, कः स्वभावः इति अग्रे उच्यते. अस्तु, सम्यक्. सा क्रिया स्व उत्पत्ति अनन्तरं विभागं संयोगं वा जनयितुं न भावान्तरम् अपेक्षते. तर्हि स्वयमेव तस्य उत्पत्तिः अनन्तरम् उत्पत्तेः अनन्तरं विभागम् अथवा संयोगं जनयति, तस्य कृते भावान्तरं न अपेक्षितं, न अपेक्षते. इत्युक्ते अन्यत् किमपि न अपेक्षते, स्वयमेव विभागं वा संयोगं वा जनयति क्रिया इति एव. सत्यं, क्रियया संयोगः जायते, क्रियया एव विभागः अपि जायते. अभिघातेन नोदनेन वा फलादौ क्रिया उत्पद्यते. अभिघातः इत्युक्ते जस्ट् हिटिङ्ग् संथिङ्ग् और् संथिङ्ग् लैक् देट्. अभिघातः इत्युक्ते ताडनं. ताडनं, हा, तदेव. नोदनम् इत्युक्ते किञ्चित् स्पर्शनं इति. हा, स्पर्शनं. तेन एव, हा, तदेव, तेन एव फलादौ क्रिया उत्पद्यते, ततः अग्रिमक्षणे विभागः. तर्हि फलं यदा नोदनेन अभिघातेन फलं वृक्षात् पतति, तर्हि क्रिया उत्पद्यते, ततः अग्रिमक्षणे विभागः, वृक्ष फलयोः विभागः भवति. तं विभागं प्रति फलं समवायिकारणं, क्रिया च असमवायिकारणं भवति, अपि च कालादयः निमित्तकारणानि इति भवति. तर्हि अत्र प्रायः दण्डः वा कालः वा अन्यत् सर्वं निमित्तकारणानि, अन्यानि सर्वाणि. फलं तु समवायिकारणं विभागं प्रति, असमवायिकारणं क्रिया इति विभागं प्रति. किन्तु अत्र तु दण्डस्य कार्यं किमपि नास्ति, अत्र घटं प्रति दण्डः निमित्तकारणम् चिन्तयामि. अत्र दण्डेन यदा अभिघातं करोति अथवा नोदनं करोति चेत्, अस्तु अस्तु, फलं फलं पतति वृक्षापतः. अस्तु, तेन च विभागेन फलस्य यः पूर्वदेशसंयोगः सः नश्यति। तर्हि वृक्ष फलयोः अत्र वृक्ष फलस्य वृक्षेण सह पूर्वदेशसंयोगः आसीत्, सः संयोगः नश्यति विभागेन। अनन्तरं देशान्तरसंयोगः उत्पद्यते, तर्हि अन्यत् देशं प्रति फलं पतति, अतः देशान्तरसंयोगः भवति। अनन्तरं क्रियानाशः भवति, तर्हि फलं यदा भूमौ पतति चेत् भूमौ पतित्वा क्रियानाशः भवति। अतः क्रिया इति विभागसंयोगयोः असमवायिकारणं भवति। तत्र निरूपयतु असमवायिकारणत्वं, निरूपयतु कारणम् इत्यस्य लक्षणं। समवायेन स्थित्वा समवायेन कार्यं जनयति, कार्यं जनयति, समवायेन स्थित्वा समवायेन कार्यं जनयति। अत्र क्रिया इति समवायेन फलौ स्थित्वा फले समवायेन फलौ नास्ति फले क्रिया फले समवायेन स्थित्वा समवायेन विभागः जनयति, विभागं जनयति अथवा संयोगं जनयति, विभागं जनयति संयोगनाशः जनयति अथवा देशान्तरसंयोगः जनयति, पूर्वदेशसंयोगः जनयति, उत्तरदेशसंयोगः जनयति, संयोगं जनयति, संयोगं जनयति। अतः एव क्रिया इति असमवायिकारणं भवति। सत्यं, तादृश एव सत्यम्। अस्तु अग्रे, अस्तु अग्रे। यद्यपि च क्रिया उत्पत्ति अनन्तरं विभागः उत्पन्नः, ततश्च क्षणव्यवधानेन संयोगोत्पत्तिः, अतः क्रिया विभागसहकारेण संयोगजनिका इति भाति। अस्तु, एवं च संयोगजननाय भावान्तरं न प्रतीक्षते इति असङ्गतं प्रतिभाति, तथापि क्रिया उत्तरदेशसंयोगे जननीये पूर्वदेशसंयोगः प्रतिबन्धकः, क्रियया उत्तरदेशसंयोगे जननीये पूर्वदेशसंयोगः प्रतिबन्धकः, क्रियया द्वितीयक्षणे जायमानः विभागः तं पूर्वदेशसंयोगं तृतीयक्षणे नाशयति, विभागः तं पूर्वदेशसंयोगं तृतीयक्षणे नाशयति, ततश्च प्रतिबन्धके नष्टे क्रिया चतुर्थक्षणे उत्तरदेशसंयोगं जनयति, एवं च विभागः उत्तरदेशसंयोगजनने न क्रियां प्रति उपकारकः, किन्तु तया उत्तरदेशसंयोगे जननीये प्रतिबन्धकाभावमात्रसम्पादकः, उत्तरदेशसंयोगः तु फलासन्नक्रियया एव भवति इति वैशेषिकाणाम् आशयः, विशेषस्तु मुक्तावल्यादौ ज्ञातव्यः। अस्तु, अत्र मुक्तावली इति कश्चन ग्रन्थः अस्ति, तत्र एव विशेषः ज्ञातव्यः। अस्तु, प्रथमतया यद्यपि क्रियायाः उत्पत्ति अनन्तरं विभागः उत्पन्नः, यदा क्रिया जायते तेन विभागः। एकनिमिषं महोदय, अत्र अस्मिन् परिच्छेदे कस्मिन् विषये उक्तम्? इत्युक्ते उपरितनपरिच्छेदे सा क्रिया स्वोत्पत्ति अनन्तरं विभागं संयोगं वा जनयितुं न भावान्तरम् अपेक्षते इति उक्तं खलु? तत्र भावान्तरं नाम किम्? भावान्तरम् इत्युक्ते किम्? किमर्थं तद् नापेक्षते इत्युक्ते क्रिया क्रिया स्वतन्त्रतया विभागं जनयति, किन्तु संयोगमपि क्रियया एव जायते, किन्तु तत्र विभागः अपि कारणं वा? यदि क्रिया अपि च विभागः उभयमपि संयोगं प्रति कारणं, तर्हि कथं वा भावान्तरं नापेक्षते इति उक्तम्? इत्युक्ते अन्यत् कारणं, भावान्तरम् इत्युक्ते अन्यत् कारणं किमपि नापेक्षते, स्वतन्त्रतया विभागं जनयति संयोगमपि जनयति इति पूर्वस्मिन् परिच्छेदे उक्तम्। तर्हि इदानीं प्रश्नः कः इति चेत् विभागं तु स्वतन्त्रतया जनयति इत्यत्र क्लेशः नास्ति, किन्तु संयोगं विभागः न जायते चेत् कथं वा संयोगः भवति इति कृत्वा विभागमपि कारणमस्ति खलु. विभागः अपि कारणम् इति प्रश्नः आगतः. तर्हि तस्मिन् विषये इदानीं चिन्तनम्. क्रिया विभागसहकारेण संयोगजनिका इति भाति. हा, संयोग यावत्पर्यन्तं विभागः न जायते तावत्पर्यन्तम् उत्तरदेशसंयोगः न जायते इति कृत्वा विभागे कारणत्वं कल्पनीयं वा संयोगं प्रति इति प्रश्नः. अथवा केवलं क्रिया संयोगं जनयति वा, नो चेत् विभागेन सह संयोगं जनयति वा इति प्रश्नः. यदि विभागेन सह संयोगं जनयति तर्हि भावान्तरं न अपेक्षते इति न वक्तुं शक्यते. असङ्गतं प्रतिभाति. सत्यं. हा, अस्तु, इदानीं वदतु. यद्यपि यद्यपि च क्रियायाः उत्पत्ति अनन्तरं विभागः उत्पन्नः, ततश्च क्षणव्यवधानेन एकक्षण अनन्तरं संयोगोत्पत्तिः भवति. तर्हि क्रियायाः अनन्तरं विभागः जायते, अग्रिमक्षणे संयोगः जायते. अतः विभागेन सह क्रिया संयोगजनिका अस्ति इति भाति. एवं च विभागसहकारेण कारणत्वमस्ति विभागे. किमर्थम् इत्युक्ते कार्याधिकरणे अस्ति, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे अस्ति. अस्ति इति कृत्वा तत्र विभागः अपि कारणं संयोगं प्रति इति भाति. अतः एव संयोगजननाय संयोगजनस्य कारणं भावान्तरं न प्रतीक्षते इति असङ्गतं प्रतिभाति. तर्हि समीचीनं नास्ति संयोगजननाय भावान्तरं न अपेक्षितम् इति समीचीनं नास्ति. तथापि असङ्गतम् इति भाति. तथापि क्रियया उत्तरदेशसंयोगे जननीये पूर्वदेशसंयोगः प्रतिबन्धकः. इत्युक्ते उत्तरदेशसंयोगस्य जननं कृते पूर्वदेशसंयोगः प्रतिबन्धकः इति कथं क्रियया एव उत्तरदेशसंयोगः जायते, परन्तु तस्य तं प्रति पूर्वदेशसंयोगः प्रतिबन्धकः इति अत्र दत्तमिति मन्ये. हा, इत्युक्ते यावत्पर्यन्तं पूर्वदेशसंयोगः वर्तते तावत्पर्यन्तम् उत्तरदेशसंयोगः न भवति खलु. न भवति. सत्यम् इति कृत्वा पूर्वदेशसंयोगः प्रतिबन्धकः अस्ति. उत्तरदेशसंयोगं प्रति पूर्वदेशसंयोगः प्रतिबन्धकः अस्ति. तस्य नाशः भवति चेत् उत्तरदेशसंयोगः भवति. क्रियया द्वितीयक्षणे जायमानः विभागः तं पूर्वदेशसंयोगं तृतीयक्षणे नाशयति. अस्तु, अस्तु. तर्हि द्वितीयक्षणे क्रियया विभागः जायते, तं पूर्वदेशसंयोगं तृतीयक्षणे नाशयति. तदेव विभागः स्वविभागेन एव पूर्वदेशसंयोगः तृतीयक्षणे नाशयति. अस्तु, ततश्च प्रतिबन्धके नष्टे, तर्हि प्रतिबन्धकः नष्टः जातः अधुना. अतः चतुर्थक्षणे उत्तरदेशसंयोगं क्रिया जनयति. क्रिया इति एव क्रियया एव चतुर्थक्षणे उत्तरदेशसंयोगः जायते, यतोहि प्रतिबन्धकः नष्टः जातः तृतीयक्षणे. एवं च विभागः उत्तरदेशसंयोगजनने न क्रियां प्रति उपकारकः. तर्हि क्रियां प्रति विभागस्य उपयोगः नास्ति उत्तरदेशसंयोगजननस्य कृते. इत्युक्ते उत्तरदेशसंयोगस्य जननं प्रति विभागः कारणं न भवति. किन्तु तया, इत्युक्ते क्रियया उत्तरदेशसंयोगे जननीये प्रतिबन्धक अभावमात्रसम्पादकः. अस्तु, तर्हि विभागः इति प्रतिबन्धक अभावमात्रसम्पादकः भवति, यतोहि क्रियया उत्तरदेशसंयोगः जायते इति प्रतिबन्धक अभावमात्रसम्पादकः इति विभागः खलु. तर्हि एवम् एवं प्रक्रियां वदामश्चेत् इदानीं कारणत्वम् अपगतम्, किमर्थमित्युक्ते कार्योत्पत्तेः पूर्वक्षणे नास्ति, पूर्वक्षणे नास्ति, उत्तरदेशसंयोगः कस्मिन् क्षणे जायते? चतुर्थक्षणे जायते. तृतीयक्षणे तु विभागः नास्ति. तृतीयक्षणे विभागः अस्ति वा इति चिन्तनीयम्. अस्तु पश्येम, प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे क्रियातः विभागः जायते. क्रियातः इत्युक्ते क्रियायाः, क्रिया एव कारणं, क्रियातः विभागः जायते. तर्हि इदानीं चतुर्थ तृतीयक्षणे विभागात् पूर्वदेशसंयोगः नश्यति, तृतीयक्षणे नश्यति. तर्हि विभागात् पूर्वदेशसंयोगः नश्यति इति चेत् विभागः कस्मिन् क्षणे नश्यति? तृतीयक्षणे नश्यति इति वक्तुं शक्यते. यस्मिन् क्षणे, यस्मिन् क्षणे पूर्वदेशसंयोगः नाशः भवति तस्मिन्नेव क्षणे विभागः अपि नश्यति खलु. तत्रैव लाघवमस्ति, किमर्थं तत्र चतुर्थक्षणपर्यन्तं विभागः तिष्ठेत्? तृतीयक्षणे, तृतीयक्षणे पूर्वदेशसंयोगनाशः भवति चेत् तस्मात् पूर्वक्षणे तस्य कारणं भवेत्. तर्हि विभागः अस्ति, विभागः जायते द्वितीयक्षणे, तृतीयक्षणे तद् नश्यति. पूर्वदेशसंयोगनाशं कृत्वा नश्यति इति वक्तव्यं वा? नो चेत् यस्मिन् क्षणे संयोगनाशः भवति तस्मिन् क्षणे विभागः अस्ति वा इति चिन्तनीयम्. अहं पृष्ट्वा अग्रिमे वर्गे वदिष्यामि. अस्मिन् विषये पुस्तकेन किमर्थं किमपि न दत्तम्, अत्र स्पष्टता नास्ति सत्यं. हा इत्युक्ते अत्र, तर्हि अत्र किं किं स्पष्टमस्ति इति चेत् विभागः उत्तरदेशसंयोगं प्रति कारणं नास्ति, किन्तु केवलं पूर्वदेशसंयोगः इति प्रतिबन्धकस्य नाशनं करोति इत्येव. अतः विभागः उत्तरदेशसंयोगं जनयति इति न वक्तव्यम्. विभागेन किं क्रियते इति चेत् पूर्वदेशनाशः क्रियते, पूर्वदेशसंयोगनाशः क्रियते विभागः इति एव वक्तव्यम्. अस्तु, तर्हि तत्र प्रतिबन्धक अभावमात्रसम्पादकः, अन्यत् कारणमस्ति खलु. क्रिया इदानीमपि प्रवर्तमाना अस्ति इति कृत्वा क्रिया एव संयोगं जनयति भावान्तरम् अनपेक्ष्य. अस्तु अग्रे महोदय. उत्तरदेशसंयोगः तु फलासन्नक्रियया एव भवति इति वैशेषिकाणाम् आशयः. अस्तु, वैशेषिकाः किं वदन्ति इत्युक्ते उत्तरदेशसंयोगः फलासन्नक्रियया एव भवति. फलासन्नक्रियया इत्युक्ते किं, फलमाश्रित्येव इति वा? न न, फलासन् या क्रिया फले वर्तते तया क्रियया. ओ अस्तु अस्तु, तया क्रिया एव उत्तरदेशसंयोगः. फलासन् इत्युक्ते फले विद्यमानक्रिया इति अर्थः. अस्तु अस्तु, ओके. विशेषः तु मुक्तावल्यादौ ज्ञातव्यः. अस्तु, तर्हि एकः एव प्रश्नः अत्र अवशिष्टः अस्ति, विभागः कदा नश्यति इति. कदा नश्यति? हा तदेव. तृतीयक्ष द्वितीयक्षणे जायते इत्यत्र क्लेशः नास्ति. तर्हि द्वितीयक्षणे अस्ति इति कृत्वा तृतीयक्षणे तेन पूर्वदेशसंयोगनाशः कर्तुं शक्यते, किन्तु तस्य नाशः तृतीयक्षणे अङ्गीकर्तव्यं वा अथवा चतुर्थक्षणे अङ्गीकर्तव्यं वा? यदि तृतीयक्षणे एव अङ्गीकर्तुं शक्यते तर्हि कारणत्वं न प्राप्यते. यदि चतुर्थक्षणे एव तस्य नाशः, इत्युक्ते यत्किमपि जायते प्रथमक्षणे तज्जायते, द्वितीयक्षणे तत् तिष्ठति, तृतीयक्षणे एव नश्यति, ज्ञानम् अपि अस्मिन् क्षणे जायते, द्वितीयक्षणे तत् तिष्ठति, तृतीयक्षणे किमर्थं यस्मिन् क्षणे तद् जायते किमर्थं द्वितीयक्षणे ज्ञानं तिष्ठति इति वक्तव्यम् इति चेत् यस्मिन् क्षणे तत् तिष्ठति तस्मिन्नेव क्षणे संस्कारम् उत्पादयति खलु. यस्मिन् क्षणे ज्ञानं जायते तस्मिन्नेव क्षणे जायमाने सति क्रियां संस्कारमपि उत्पादयति इति न वक्तव्यम्. अतः स्थितिः सर्वदा अवगत वक्तव्यः इति भाति मम, किन्तु अत्र अन्येषां पृष्ट्वा अहं वदिष्यामि अग्रिमे वर्गे. महोदय, पुटसङ्ख्या 109 मध्ये पदनानात्वकथनम् अत्र एवं लिखितमस्ति, यस्मिन् समये तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः, तद्वितीयक्षणे तद्देश आकाशकन्दुकसंयोगनाशः इति. हा, तत्तु मया पठितं, किन्तु विभागस्य नाशः कदा भवति? तदा विभागस्य अपि भवितुम् अर्हति खलु इति निश्चयेन न वक्तुं शक्यते. आं, न अत्रापि अस्ति, परन्तु स्पष्टतया न लिखितं, स्पष्टतया न उक्तम्. अत्र एषः समीचीनप्रश्नः, इत्युक्ते यत्किमपि जायते तत्सर्वं न्यूनातिन्यूनं क्षणद्वयं तिष्ठेत् इति नियमः अस्ति वा? प्रथमक्षणे उत्पद्यते, द्वितीयक्षणे तिष्ठति, तृतीयक्षणे तस्य नाशः भवति इति सर्वदा सर्वत्र एवं वा इति चिन्तनीयम्. यदि कार्येण अन्यत् कारणम् अन्यत् किमपि जायते, इत्युक्ते प्रथमक्षणे ज्ञानमुत्पद्यते, द्वितीयक्षणे अत्र ज्ञानं तिष्ठति, किमर्थं द्वितीयक्षणे ज्ञानं नश्यति इति न वक्तुं शक्यते इति चेत् संस्कारः जायेत खलु, ज्ञानेन संस्कारः जायते. तर्हि उत्पत्तिक्षणे एव ज्ञानमपि जायते तेन उत्पद्यमानसंस्कारः अपि जायते इति न वक्तव्यं. किमर्थमिति चेत् पूर्वक्षणे भवेत् कारणम् इति कृत्वा प्रथमक्षणे ज्ञानं जायते, द्वितीयक्षणे ज्ञानात् संस्कारः जायते, तर्हि द्वितीयक्षणे संस्कारः उत्पद्यते, ज्ञानम् अस्ति, तृतीयक्षणे ज्ञानं नश्यति इति वक्तुं शक्यते. एवं द्वितीयक्षणे विभागः जायते, तर्हि विभागस्य कारणं कार्यं किम्? पूर्वदेशसंयोगनाशः नाशः खलु. तर्हि तृतीयक्षणे तिष्ठेदेव पूर्वदेशसंयोगनाशः. किन्तु अत्र किञ्चित् भेदः वर्तते, यथा ज्ञाने मया उक्तं तद्वत् अत्र नास्ति. ज्ञानेन भावान्तरम् इत्युक्ते संस्कारः जायते, भावपदार्थः जायते, किन्तु विभागेन भावान्तरं न जायते, अभावः एव जायते, पूर्वदेशसंयोगः प्रध्वंसभावः जायते इति कृत्वा तत्र विभागः एकमेव क्षणं तिष्ठति इति वक्तव्यं वा, नो चेत् न्यूनातिन्यूनं क्षणद्वयं तिष्ठति इति वक्तव्यं वा इति चिन्तनीयम्. अस्तु, तस्मिन् विषये विचार्य अग्रिमे वर्गे अहं वदिष्यामि. अस्तु, धन्यवादः महोदय. इदानीं क्षेपण अपक्षेपणयोः ज्ञानादिपूर्वकत्वम्. अस्तु, स्थिभाम भगिनी. आं महोदय, उत्क्षेपण अपक्षेपणयोः ज्ञानादिपूर्वकत्वम्. उत्क्षेपणादिविभागमाह उत्क्षेपणस्य अपक्षेपणस्य च हि एषः विशेषः. तयोः उत्पत्तौ ज्ञान इच्छादि परम्परा आवश्यिका. तदा हि बालः कश्चित् कन्दुकम् उत्क्षिपति. तत्पूर्वं तस्य कन्दुकस्य ऊर्ध्वगमनं मम सुखजनकम् इति ज्ञानम् उत्पद्यते. ततः कन्दुकम् ऊर्ध्वं क्षिपामि इति इच्छा भवति. तया च इच्छया आत्मनि कृतिः उत्पद्यते. तया कृत्या शरीरे चेष्टा जायते ज्ञान इच्छादिपरम्परया शरीरे जायमानक्रिया चेष्टा इति आवेदितं सकृत् तादृशचेष्टावत् शरीरे कन्दुकः संयुक्तः इति तत्रापि क्रिया उत्पद्यते तया च क्रियया कन्दुकः यद्देशे अस्ति तद् ऊर्ध्वदेशसंयोगः उत्पद्यते तद् ऊर्ध्वदेशे संयोगः उत्पद्यते तादृशसंयोगजनिका क्रिया एव उच्छेपणम् इति इत्युच्यते इदानीम् उच्छेपण अवक्षेपण इत्यत्र उच्छेपणस्य विषये उक्तमस्ति उच्छेपणस्य अवक्षेपणस्य च हि एषः विशेषः अत्र विशेषः कः इति इत्युक्ते तत्र ज्ञान इच्छा कृतीनाम् आवश्यकता अस्ति उच्छेपणं जनयितुम् अपि च अपेक्षेपणार्थमपि उभयत्र ज्ञान इच्छा कृतीनाम् आवश्यकता अस्ति इति ततः पूर्वं तस्य यदा उत्क्षेपणक्रिया जायते तस्मात् पूर्वं कर्तुः तादृश इच्छा जनयति इति तदर्थं प्रथमं ज्ञानस्य आकारः अत्र उक्तमस्ति बालः कश्चित् कन्दुकम् उच्छिपति तस्मिन् प्रथमं ज्ञानम् आवश्यकं ततः इच्छा कन्दुकस्य ऊर्ध्वगमनं मम सुखं जनयति इति इच्छा इति नास्ति जनकम् इति ज्ञानम् उत्पद्यते इति ज्ञानस्य आकारः अस्ति किञ्चित् वैशिष्ट्यमस्ति अत्र इत्युक्ते ज्ञानं विना इच्छा न जायते इच्छा विना कृतिः न जायते कृतिं विना क्रिया न जायते इति सत्यं किन्तु अत्र कन्दुकं कथं क्षेपणीयम् इति ज्ञानं नास्ति कन्दुकस्य ऊर्ध्वगमनं मम सुखं जनयति सुखजनकम् इति ज्ञानं सुखस्य ज्ञानम् सुखस्य विषये चिन्तनम् इति भाति तादृशसुखं मया अनुभूयम् कन्दुकं कथम् ऊर्ध्वं क्षेपणीयम् इति ज्ञानं नास्ति चेत् कन्दुकम् ऊर्ध्वं क्षेपणीयम् इति इच्छा न भवति इति नास्ति कन्दुकस्य ऊर्ध्वगमनं मम सुखं मम सुखजनकम् इति ज्ञानं यावत् नास्ति तावत्पर्यन्तं तत्र मया कन्दुकम् ऊर्ध्वम् उपक्षेपणीया इति उपक्षेपणीयम् इति न क्षेपणीयम् इति इच्छा न भवति तादृश इच्छा यदा भवति तर्हि तदनन्तरं कृतिः जायते कृत्या क्रिया जायते अस्तु अग्रे ततः कन्दुकम् ऊर्ध्वं क्षिपानि इति इच्छा भवति तया इच्छया आत्मनि कृतिः उत्पद्यते अत्र क्षिपानि इति पदस्य विषये किञ्चित् वदतु अत्र लकारः कः क्षिप् इति ततः लकारः क्षिपानि इति अस्ति उत्तमपुरुष अस्ति लोट् उत्तमपुरुष लोट् नास्ति विधिलिङ्ग् खलु भवतां भवन्तु भवानि लोट् लोट् एव क्षिपानि इति लोट् उत्तमपुरुषः एकवचनम् प्रथमं ज्ञानम् अस्ति ततः इच्छा इदानीं तया इच्छया आत्मनि कृतिः उत्पद्यते तदर्थं शरीरे क्रिया जनयति शरीरे चेष्टा जायते शरीरे इति मा वदतु जनयति इति निजन्तपदमस्ति खलु जायते इति वक्तव्यं जायते इति नास्ति जनयति इति वदति चेत् निजन्तप्रयोगः, निजन्तप्रयोगः अस्ति चेत् तत्र प्रयोजककर्ता भवेत्. अस्तु अग्रे. धने क्रिया तादृश चेष्टायाः नाम क्रिया इति, तत् बहुवारं वयं पठितवन्तः. तादृशचेष्टावत् शरीरे कन्दुकः संयुक्तः तत्रापि क्रिया उत्पद्यते. इदानीं शरीरे शरीरकन्दुकयोः संयोगः जायते, क्रियासंयोगः जायते, पुनः कन्दुके क्रिया उत्पाद्यते, तेन ऊर्ध्वदेशसंयोगः जायते क्रियया, यदा कन्दुकम् उत्क्षिपति तया क्रियया. तर्हि अत्रापि एतत् सर्वं केवलं पुनस्मारणार्थं चिन्तयितुम् अर्हति. किमिति चेत् संयोगः द्विविधः, कर्मजसंयोगः संयोगजसंयोगः. हस्तकन्दुकयोः यदा हस्तकन्दुकयोः मध्ये यदा संयोगः जायते तदा शरीरकन्दुकयोः मध्ये संयोगजसंयोगः जायते. तर्हि तत्र इदानीं हस्ते यदा क्रिया जायते तया क्रियया कन्दुके अपि क्रिया जायते. तया क्रियया तत्र कन्दुकस्य पूर्वदेश तत्र कन्दुके विभागः जायते, विभागेन पूर्वदेशसंयोगः नाशः भवति. पुनः कन्दुके विद्यमानक्रियया इदानीं कन्दुकः उपरि गच्छति, पूर्वदेशसंयोगः प्राप्यते. तादृशयोगजनिका क्रिया एव उत्क्षेपणम् इत्युच्यते. अत्रापि वयं चिन्तितवन्तः यस्मिन् आकाशदेशे कन्दुकः अस्ति तस्मात् विभागः जायते, पुनः नूतन आकाशदेश तादृशं सत्यं. किन्तु तत्सर्वं क्रियया एव जायते, ऊर्ध्वदेशसंयोगं यावत् क्रियया एव जायते. तदनन्तरम् आद्यपतनं यदा भवति तत्र गुरुत्वं कारणं, तदनन्तरं वेगाख्यसंस्कारः कारणं क्रियायाः. उत्क्षेपणपर्यन्तं ज्ञान इच्छाकृति इति वक्तुं शक्यते वा, अथवा क्रियापर्यन्तम् एव वा? न अवबुध्यते. ज्ञान इच्छाकृतिः कृतयः किं प्रति कारणं? क्रियाप्रति इति मम क्रियां प्रति कारणं. क्रियां तदेव. कुत्र जायमानक्रियां प्रति कारणं? शरीरे जायमानक्रियां. उत्तमं. तदनन्तरं कन्दुके जायमानक्रियां प्रति किं कारणं? संयोगः. केवलं संयोगः वा? संयोगेन क्रिया जायते वा क्रियया संयोगः जायते? क्रियया संयोगः जायते. तर्हि मम प्रश्नस्य उत्तरं किम्? क्रिया कारणम्. केवलं क्रिया किं वदतु भगिनि? संयोगेन क्रिया जनयति कन्दुके, तेन तया क्रिया कन्दुकस्य उत्क्षेपणं जायते. न, इदानीमपि स्पष्टतया न वदति. पुनः प्रश्नं श्रुत्वा वदतु. ज्ञान इच्छाकृतयः अत्र शरीरे जायमानक्रियायाः कारणं, तदनन्तरं शरीरे जायमानक्रियया कन्दुकेन सह संयोगः भवति, तदनन्तरं कन्दुके क्रिया जायते, तस्य कारणं किम्? इदानीं हस्तेन संयुक्तः अस्ति कन्दुकः, अतः संयोगः अपि च क्रिया उभयमपि कारणमस्ति. क्रिया केवलं क्रिया इति मा वदतु. क्रिया कुत्र अस्ति इदानीं? कन्दुके उत्पाद्यमानं क्रिया. कन्दुके उत्पाद्यमानक्रियया कारणं किम्? संयोगः. कारणं किम्? संयोगः. केवलं संयोगः वा? यदि मम पुरतः कन्दुकमस्ति केवलं स्पर्शयामि, शरीरगतक्रियया कन्दुके क्रियया तदेव प्रश्नः शरीरगतक्रिया कारणं कन्दुके जायमानक्रियायाः क्रियायाः तत्र संयोगः असमवायिकारणं भवति क्रियापि असमवायिकारणं भवति उभयमपि न क्रिया शरीरे जायमानक्रिया निमित्तकारणं भवति खलु शरीरे जायमाना क्रिया निमित्तकारणं भवति किमर्थमित्युक्ते शरीरे जायमाना क्रिया समवायेन शरीरे वर्तते न तु कन्दुके इति कृत्वा निमित्तकारणं भवति किन्तु संयोगः शरीरकन्दुकसंयोगः असमवायिकारणं भवति अस्तु तेन क्रिया जायते तर्हि तदनन्तरं क्रिया ऊर्ध्वदेशपर्यन्तं तत्र कन्दुके प्रायः तत्रापि वेगाख्यसंस्कारः वक्तव्यः किमर्थमिति चेत् यदा मम हस्तात् कन्दुकम् अत्र आकाशे उड्डयति तदा तत्र तत्र हस्तकन्दुकयोः मध्ये संयोगः नष्टः खलु तर्हि इदानीमपि क्रिया वर्तते तर्हि तत्रापि वेगाख्यसंस्कारः प्रायः वक्तव्यः प्रथमक्षणे अत्र शरीरे या क्रिया जायते तया क्रियया कन्दुके क्रिया जायते प्रथमक्षणे तदनन्तरं द्वितीयक्षणे या क्रिया जायते कन्दुके तस्य कारणं किम् इति चेत् वेगाख्यसंस्कारः एवम् ऊर्ध्वदेशं प्रति वेगाख्यसंस्कारः किन्तु वेगाख्यसंस्कारः किञ्चित् किञ्चित् न्यूनं जायते तर्हि यावत्पर्यन्तं तत्र यदा ऊर्ध्वदेशं प्राप्यते अथवा यदा वेगाख्यसंस्कारः नष्टः जायते तर्हि तदा ऊर्ध्वदेशं प्राप्तः ऊर्ध्वदेशः प्राप्तः तदनन्तरं तत्र पतनं जायते आद्यपतनस्य कारणं गुरुत्वं केवलम् आद्यपतनस्यैव तदनन्तरं पतनम् इति क्रिया जायमानमस्ति कन्दुके तर्हि तत्र द्वितीयक्रियायाः कारणं किम् इति चेत् वेगाख्यसंस्कारः सः संस्कारः कथं जातमिति चेत् आद्यपतनेन जातम् तदा अत्रापि उत्क्षेपणेन जातं संस्कारः इति वक्तुं शक्यते वेगाख्यसंस्कारः अस्तु ऊर्ध्वदेशसंयोगहेतुः अत्र उत्क्षेपणम् इति क्रिया उत्क्षेपणम् इति क्रिया उत्क्षेपणं कुत्र वर्तते उत्क्षेपणम् उत्क्षेपणम् इति क्रिया कुत्र वर्तते कन्दुके वर्तते हस्ते अपि वर्तते किन्तु क्रिया कन्दुके समवायेन न उत्क्षेपणम् इति क्रिया केवलं कन्दुके एव वर्तते हस्तः तु ऊर्ध्वदेशं न गमिष्यति खलु अस्तु इति कृत्वा अत्रापि वक्तुं शक्यते इत्युक्ते किञ्चिदिव यदि अत्र ऊर्ध्वं क्षेपणीयं भवति तर्हि हस्तः अपि ऊर्ध्वं गच्छेत् खलु किञ्चित् हस्तः अधः गच्छति किन्तु कन्दुकम् उपरि गच्छति इति नास्ति तेन एव संस्कारः उत्पादयति इति कृत्वा उत्क्षेपणम् इति कर्म इति क्रिया प्रायः हस्ते अपि अस्ति हस्ते अस्ति इति कृत्वा शरीरे अपि अस्ति अपि च अत्र कन्दुके अपि अस्ति इति वक्तव्यं प्रायः शरीरे अस्ति इति न वक्तव्यं केवलं हस्ते कन्दुके च उत्क्षेपणम् इति क्रिया अस्ति अस्तु भवतु अग्रे एवम् अपक्षेपणस्थले अपि ज्ञेयं तत्रापि आत्मनि ज्ञानादित्रिकं शरीरे चेष्टा च तुल्या यांस्तु विशेषः इयम् अस्तु विशेषः यान्तु विशेषः यांस्तु विशेषः एतदेव विशेषः तयोः मध्ये भेदः कः इति चेत् एताः एव अथवा एषः एव इति उक्तम्। इयांस्तु विशेषः। अत्र कन्दुकक्रियया तस्य अधोदेशसंयोगः भवति तथा च ज्ञानादिपरम्परा उत्पद्यमानः। ऊर्ध्वदेशसंयोगजनकः व्यापारः उत्क्षेपणम्। तथैव परम्परया उत्पद्यमानः अधोदेशसंयोग अनुकूलः व्यापारः अपक्षेपणम्। अतः एव ऊर्ध्वक्षिप्तकन्दुकादौ वेगनाशे सति गुरुत्ववशात् जायमानात् पतनात् पूर्वोक्तम् अपक्षेपणं भिद्यते। न हि तत्र ज्ञानादिपरम्परा अस्ति, अतः एव भूमौ पतन उत्तरं पतनोत्तरं पुनरपि कन्दुकस्य ऊर्ध्वगमनं न उत्क्षेपणम्। ज्ञानादिपरम्परया असत्त्वात् परम्परायाः असत्त्वात् परम्परायाः असत्त्वात् उत्क्षेपणस्य विषये उक्तमस्ति। अत्रापि ज्ञान इच्छाकृति अपक्षेपणस्य विषये उक्तम्, उत्क्षेपणस्य विषये न, अपक्षेपणस्य विषये उक्तमस्ति। अत्रापि आत्मनिष्ठगुणः ज्ञान इच्छाकृतीनाम् आवश्यकता अस्ति, अपि च शरीरे जायमानक्रियया अपक्षेपणं जायते इति। तत्र एतत् बिन्दुः अस्ति, ऊर्ध्वदेशसंयोगजनकः व्यापारः, एतत् पूर्वं महोदयेन वेगाख्यसंस्कारः इति उक्तं, तस्य स्थाने व्यापारः इति योजयितुं शक्यते वा इति चिन्तयामि। ऊर्ध्वदेशसंयोगजनकः व्यापारः, ऊर्ध्वदेशसंयोगजनकः व्यापारः उत्क्षेपणम् इति उक्तम्, कः क्लेशः अत्र? अत्र क्लेशः नास्ति, पूर्वं वयं वेगाख्यसंस्कारः इति उक्तं खलु, तस्मिन् स्थाने व्यापारः इति वक्तुं शक्यते वा इति मम प्रश्नः। न न, व्यापारः इत्युक्ते भवती किम् अवगतवती? तत्र पारिभाषिकशब्दः तज्जनकत्वे तज्जन्यत्वे तज्जनजनकत्वम् इति अवगच्छति वा? तद् नास्ति इति, तद् नास्ति अत्र, केवलं व्यापारः इत्युक्ते सामान्यप्रयोगः अत्र, ओके, अत्र अत्र पारिभाषिकशब्दः नास्ति, ओके, अत्र लक्षणवाक्ये व्यापारः इति बहुत्र दृश्यते खलु, अत्र घटः किं अभवत् अस्ति भविष्यति इति तादृशव्यापार कालः, कालस्य लक्षणे एवम् उक्तं खलु, बहुत्र व्यापार इति पदं दृष्टं, घटः आसीत् इति यदा उक्तं तत्र, घटः अस्ति अतीतः अतीतादिव्यवहारहेतुः कालः इति उक्तं, तादृशव्यवहारः तत्र व्यवहारः इत्यत्र तज्जन्यत्वे इति पदं नास्ति, सामान्यप्रयोगः, ओके, अस्तु अग्रे। तथैव परम्परया उत्पद्यमानः अधोदेश अनुकूलव्यापारः उत्क्षेपणम्। अधोदेशसंयोग अनुकूलः व्यापारः, अधोदेशसंयोग अनुकूलः व्यापारः उत्पन्नं अपक्षेपणम् इत्युक्ते शरीरतः अधोभागे यदा कन्दुकः आगच्छति तस्य कारणमस्ति अपक्षेपणम् इति कूल क्रिया। अतः एव ऊर्ध्वक्षिप्तकन्दुकादौ वेगनाशे सति गुरुत्ववशात् गमन जायमानात् पतनात् पूर्वोक्तम् अपक्षेपणं भिद्यते। अतः एव अत्र क्रियाद्वयमस्ति भगिनि, क्रियाद्वयमस्ति, प्रथमा क्रिया इदानीं कन्दुके जायते, कदा जायते? यदि अहं कन्दुकम् ऊर्ध्वदेशं प्रति क्षिपामि तदनन्तरं तत्र आद्यपतनं जायते, तदनन्तरं स्वयम् आगच्छति खलु, ड्यू टु ग्राविटि स्वयम् आगच्छति खलु, तस्य नाम अपक्षेपणम् इति नास्ति। ओ तद् यदि अहं कन्दुकं स्वीकृत्य अधोदेशं प्रति क्षिपामि ऐ टेक् दि बाल् इन् द हेण्ड् अण्ड् हिट् इट् आन् द फ्लोर् थ्रो इट् आन् द फ्लोर् तस्य नाम अस्ति अपक्षेपणं किन्तु यदि अहम् ऊर्ध्वदेशं क्षिपामि तदनन्तरं स्वेन यदि पतनं जायते तस्य नाम अपक्षेपणं नास्ति स्वेन पतनं बाल् इन् मै हेण्ड् अण्ड् थ्रो इट् आन् द फ्लोर् इट् इस् काल्ड् अपक्षेपणं when I throw it up and then the ball starts coming down that is not called apakshepanam okay tatra bedah kara kaha iti chet kim kala ye prathama yada maya kandukam adobhage chepana kritam iti chet tatra apakshepanam iti sajna parantu yada utchip उत्क्षेपणं जातं तदनन्तरं कन्दुकं स्वेन अधोभागे आगच्छति तत्र तस्य पतनम् इति नाम तस्य कारणं गुरुत्वमिति सत्यं किन्तु भेदः कः अनयोः मध्ये किमर्थम् अत्र प्रथमस्य अपक्षेपणम् इति नाम द्वितीयस्य अपक्षेपणम् इति न नाम किमर्थम् प्रथमस्य अपक्षेपणं प्रति ज्ञान इच्छा कृतीनाम् आवश्यकता अस्ति परन्तु पतनं तादृशं नास्ति सत्यम् इति कृत्वा भेदः यदि अहम् अत्र कन्दुकस्य अधोदेशे मया क्षेपणीयम् इति इच्छां तदेव मम सुखं ददाति इति मत्वा यदि अहं क्षिपामि अधोदेशं प्रति तदा तत्र ज्ञानादिपरम्परा अस्ति इति कृत्वा तत् अपक्षेपणम् इति नाम किन्तु यदि अहं कन्दुकम् ऊर्ध्वदेशं प्रतिक्षिपामि तदनन्तरं स्वेन अधोभागे अधोदेशं पतति तर्हि तत्र मम ज्ञान इच्छा कृति नास्ति चेदपि तत् पतत्येव खलु केवलं तत्र गुरुत्वमस्ति इति कन्दुके इति कृत्वा तत् अपक्षेपणं नास्ति अस्तु समीचीनम् अग्रे गच्छेम तर्हि धन्यवादः भगिनि अग्रे रमेश महोदय पठति वा आकुञ्चप्रसारणयोः उदाहरणम् आकुञ्चप्रसारणयोः उदाहरणम् आकुञ्चप्रसारणे लोकसिद्धे न अत्र पूर्ववत् ज्ञान इच्छा कृतिपरम्परा भवति दृष्टान्तः अपि अस्य अनेके प्रसिद्धाः तत्र धूमशकटमार्गनिर्माणाय अतिदीर्घाणां लोहफलकानां यदा परस्परं योजनं भवति तत्र मध्ये किञ्चिद् इव अवकाशं संस्थाप्य एव योजयन्ति तत् कुतः धूमशकटः हि महता वेगेन तस्मात् मार्गात् धावति तेन चक्राणां लोहमार्गस्य च परस्परं घर्षणं जायते तेन घर्षणेन तन्मार्गस्य फलकेषुः प्रसारणं भवति यदि तत्र मध्ये अवकाशः न स्यात् तदा वृद्धिं मातुम् अवकाश अभावात् फलकः वक्रः भवेत् सति चावकाशे प्रसारणे सति फलकानां परस्परं निबिढसंयोगः भवति आकुञ्चने सति पूर्ववत् सावकाशास्थितिः भवति इदं च आकुञ्चनप्रसारणयोः परिणामम् आलोच्य तत्र यत् तत्रत्यत् तज्ञैः कृतां योजनां निर्दिशति पद्मकुमुदयोः तत्तत्काले विकसनम् आकुञ्चनं च प्रसिद्धं न अत्र लक्षणकरणे आयासः कृतः कुत्रचित् दृष्टः इति अलम्। आकुञ्चनम् इति न्यूनं भवति इति वा? हा, श्रिङ्क्, श्रिङ्क्, प्रसारणं मीन्स् एक्स्पाण्ड्। तर्हि अत्र आकुञ्चनम् अपि च प्रसारणम् अनयोः कारणं किम्, अथवा किं कारणं नास्ति? तत्र ज्ञान इच्छा कृति परम्परा कारणं नास्ति इति दत्तमस्ति। उत्तमम्, इति भेदः। अत्र ऊर्ध्वदेश ऊर्ध्व उत्क्षेपणे सर्वदा ज्ञान इच्छा कृतिः कारणं भवति, किन्तु अपक्षेपणे कुत्रचित् ज्ञान इच्छा कृति कृतयः कारणं भवति, कारणानि भवन्ति, कुत्रचित् न भवति। इत्युक्ते यदा पतनं जायते तत्र कारणं नास्ति, किन्तु आकुञ्चने प्रसारणे च ज्ञान इच्छा कृतयः न कारणानि एव। स्वयमेव आकुञ्चनं प्राप्नोति, स्वयमेव प्रसारणमपि प्राप्नोति। इत्युक्ते तत्र क्रिया अस्ति, कारणं विना स्वयमेव जायते इति नास्ति। किन्तु तत्काले विकसनं, तर्हि अत्र पदकुमुदयोः पद्मकुमुदयोः तत्काले विकसनं, तर्हि कालं कारणं भवति, तत्तत्काले विकसनम् आकुञ्चनम् इति कृत्वा कालं कारणं भवति पुष्पस्य विकसनम् अथवा आकुञ्चनं प्रति, विकसनम् अथवा प्रसारणं प्रति, अपि च आकुञ्चनं प्रति कालं, कालः कारणं भवति, किन्तु ज्ञान इच्छा कृतेः न कारणानि भवन्ति इति अलम् इति उक्तम्। तावदवगच्छामश्चेत् पर्याप्तम् इति। तत्र पूर्वं किमुक्तं तदवगतं खलु, धूमशकटं, धूमशकटं नाम किं? कार् इति अहं चिन्तयामि, न बुल्डोसर् अस्ति वा? स्मोक् इञ्जिन्, किं स्मोक्? वाट् डु वि से? नाट् डीसल् ट्रेन्, कोल् ट्रेन्, कोल् इञ्जिन्, कोल् इञ्जिन् वा? हा, कोल् इञ्जिन्। धूमशकटम् इत्युक्ते स्टीम् इञ्जिन्, स्टीम् इञ्जिन्। फलकम् इत्युक्ते रेल्स्, लोहफलकम् इत्युक्ते रेल्स्, तयोः मध्ये किञ्चित् अवकाशः दीयते। किमर्थमिति चेत् यदि धूमशकटं तस्मिन् लोहफलके वेगेन गच्छति तदा किञ्चित् प्रसारणं जायते। यदि अवधानं ददामः, इट् एक्स्पेण्ड्स् अ बिट् बिकास् आफ् द स्पीड् आफ् द ट्रेन् अण्ड् द हीट् इट् जनरेट्स् एक्सेट्रा मे बि। तर्हि यदि अवकाशं न दद्मः तदा वक्रः भवति, इट् बिकम्स् वियर्ड्, क्रुकेड् बेण्ट् इति कृत्वा। तर्हि तत्र किं कारणम् इति चेत्, वेगेन यदा धूमशकटं जायते फलकेषु तदा तत्र प्रायः किञ्चित् औष्ण्यम् उत्पद्यते, तेन प्रसारणं जायते। तर्हि तत्र कुत्रचित् पुष्पे जायमानप्रसारणम् आकुञ्चनस्य कारणं किम् इति चेत् प्रायः कालः, किन्तु लोहफलकेषु जायमानप्रसारणम् आकुञ्चनम् इत्येतयोः कारणं किम् इति चेत् प्रायः उष्णः, उष्णः जायते चेत् तत्र प्रसारणं भवति, हीट् एक्स्पेण्ड्स्, कोल्ड् मेल्, कोल्ड् श्रिङ्क्स्। अस्तु, अग्रे महोदय। कर्मत्व महोदय, हा, अत्र आकुञ्चनं प्रसारणम् अहं स्वयं बुद्धिज्ञानम् अपि उपयुज्य अपि कर्तुं शक्यते खलु मया? कथमिति प्रतिपादयति? एकं फलमस्ति, तद् हस्ते नीत्वा अहं यदि किं कम्प्रेस् इट् लिटिल् बिट् आकुञ्चनं भवति खलु? इन् अ बाक्स् ऐ एम् ट्रैङ्ग् टु सेट् फैव् फ्रूट्स् आर् फैव् लड्डूस्, it's not fitting, I somehow compress it and then put the box lid on top. Shrinking. Ha. Kintu tatra kidrushya jnanam, jnanasya akarah tatra. Ichha. Na purvam bhavan. Yatha purvam asmabhi adhitam. कन्दुकस्य ऊर्ध्वगमं मम सुखं जनकं मम सुखजनकम् इति ज्ञानम् एवम् अत्रापि अत्रापि मम सुखजनकम् ऐ वाण्ट् टु फिट् दि फैव् लड्डूस् इन् टु दि बाक्स् अहं तथैव करोमि ओके इन्फाक्ट् ऐ एम् थिङ्किङ्ग् आफ् अ बेटर् एक्साम्पल् अत्र स्मैलि बाल् अस्ति खलु फार् डूयिङ्ग् एक्ससैस् आफ् दि फिङ्गर्स् सत्यं सत्यं तदपि तस्य प्रसारणम् आकुञ्चनं पुनः पुनः तत्र ज्ञान इच्छा अस्ति एतद् मम शरीर किम् आरोग्यजनकम् इति ज्ञान इति ज्ञानम् आकुञ्चने अस्ति प्रसारणे नास्ति खलु तत् स्वयमेव प्राकृतेन प्रसारय रैट् सो वी केन् डिस्कस् लैक् दट् करेक्ट् ऐ अग्री समीचीनं सो बट् हि इस् नाट् अत्र उपलक्षणत्वेन पञ्चकर्माणि उक्तानि कर्मलक्षणे अत्र ऊर्ध् उत्क्षेपणम् अपक्षेपणम् आकुञ्चनं प्रसारणं गमनं च इति तत्र उपलक्षणत्वेन एव उक्तम् इत्युक्ते पञ्चकर्माणि एव सन्ति इति नास्ति एक्साम्पल्स् उपलक्षणम् इत्युक्ते फ्यू एक्साम्पल्स् अर् गिवन् अस्तु समीचीनम् अग्रे महोदय रमेश् महोदय कर्मत्वव्याप्य कर्मत्वव्याप्य जातिनन्ति चत्वारि उत्क्षेपणाधीनि उक्तानि तादृशव्याप्यजातयः च उत्क्षेपणत्वम् अपक्षेपणत्वम् आकुञ्चनत्वं प्रसारणत्वं च एतासु न एकापि जातिः यस्यां क्रियायां भवति सा सर्वापि क्रिया शास्त्रे गमनम् इत्येव परिगणिता यथा भ्रमणं स्यन्दनं तिर्यग्गमनम् इत्यादि क्रियायाः न हि एतासु क्रियासु उत्क्षेपणत्वादिजातिः काचित् प्रतीयते अतः एतेषां सर्वेषां कर्माणां गमनम् इति प्रकारे अन्तर्भावः भवति तथा च कर्मविभागे पञ्चमी जातिः गमनत्वं पूर्व उक्तकर्मचतुष्टयातिरिक्तकर्मसु स्वीक्रियते इति तत्र यत् चत्वारि पूर्वं चत्वारि कर्माणि दत्तम् आसीत् तत्र उत्क्षेपणम् अपक्षेपणम् आकुञ्चनं प्रसारणम् इति ये कर्मा यानि कर्माणि सन्ति एतत् चत्वारि यदि न पतन्ति तर्हि ते गमनम् इति उच्यते इत्युक्ते अन्यत् सर्वम् अन्यत् सर्वं गमनम् इत्यस्मिन् अन्तर्भूतं तर्हि गमनमिति उपलक्षणं केवलम् उपलक्षणम् इत्युक्ते एक्साम्पल् फार् एक्साम्पल् इति वदेम खलु तद्वत् गमनं तर्हि गमनम् इत्युक्ते यस्मिन् गमनत्वमस्ति सः एव गमनमिति नास्ति भ्रमणम् अपि गमनं स्यन्दनमपि गमनं तिर्यग्गमनमपि गमनम् इति अन्यानि अन्याः सर्वाः क्रियाः गमनम् इत्यस्मिन् अन्तर्भूतम् इति अवगन्तव्यम् उपलक्षणत्वेन अवगन्तव्यम् अस्तु इति अत्र क्रिया तृतीयः पदार्थः समापितः अस्तु अग्रे महोदय सामान्यस्य चतुर्विधता सामान्यस्य चतुर्विधता सविभागं द्रव्याधिकं निरूप्य सम्प्रति सामान्यलक्षणम् आह नित्यम् एकम् अनेकानुगतं सामान्यं द्रव्यगुणकर्मवृत्ति तद् द्विविधं पर अपरभेदात् परं सत्ता अपरं द्रव्यत्वात् द्रव्यत्वादि इति हा किञ्चित् वदतु नित्यम् एकम् अनेकानुगतं सामान्यं नित्यम् एकम् अनेकानुगतम् एकं यद् अनेके अस्ति तत् सामान्यम् एकं यद् अनेके अनेके किम् इति अनेके द्रव्यगुणकर्मणि अस्ति तत् सामान्यम् इति वक्तुं शक्यते न अत्र किञ्चित् भिन्नरीत्या नित्यम् एकम् अनेकानुगतम् नित्यम् एकम् अनेकानुगतं सामान्यम् तत्र उदाहरणं किं सामान्यस्य एकम् उदाहरणं वदतु सामान्यं नाम किम् कामनालिटि इति आङ्ग्लेन वक्तुं शक्यते न न तत्र अनुवादं मास्तु जातिः इति अवगन्तव्यं खलु जातिः सामान्यमित्युक्ते जातिः जातेः एकम् उदाहरणं वदतु घटे का जातिः अस्ति घटत्वमिति जातिः अस्ति हा सत्यं तर्हि इदानीं घटत्वम् इति स्वीकुर्मश्चेत् घटत्वं नित्यं वा अनित्यं वा तद् नित्यमस्ति सत्यं घटत्वम् एकं वा अनेकं वा घटत्वम् एकम् एव अस्ति सत्यं घटत्वं नित्यं घटत्वम् एकं किन्तु घटत्वम् एकस्मिन् घटे एव वर्तते वा अनेकेषु घटेषु वर्तते वा अनेकेषु घटेषु वर्तते वस्तुतः सर्वेषु घटेषु वर्तते खलु तदेव अत्र उक्तं सामान्यं नाम किं नित्यं यथा घटत्वं नित्यं यथा घटत्वम् एकं तदापि अनेकेषु घटेषु वर्तते अनेकघट अनुगतं घटत्वं खलु इति कृत्वा तदेव सामान्यम् इति अस्तु तर्हि तत्र सामान्यं कुत्र कुत्र वर्तते द्रव्यगुणकर्मणि वर्तते हा उत्तमं द्रव्यगुणकर्मणि अथवा कर्मसु वर्तते द्रव्ये सामान्यं वर्तते गुणे अपि का सामान्यं वर्तते कर्मणि अपि सामान्यं वर्तते इति कृत्वा एव तत्र द्रव्यगुणकर्म इति विभागः कर्तुं शक्यते नवद्रव्येषु द्रव्यत्वं वर्तते नित्यम् एकं नवद्रव्येषु अनुगतं द्रव्यत्वम् इति सामान्यं वर्तते इति कृत्वा द्रव्यम् इति विभागः कर्तुं शक्यते एवं गुणः चतुर्विंशतिगुणेषु गुणत्वं वर्तते सर्वासु कर्मसु सर्वेषु कर्मसु कर्मत्वं वर्तते इति कृत्वा द्रव्यगुणकर्मवृत्ति अस्तु अग्रे तद्विविधं पर अपरभेदात् दत्तमस्ति परं सत्ता तर्हि द्विविध जाति भवितुम् अर्हति एकं तु सत्ता अस्ति यत् परमस्ति द्रव्यतादि द्रव्यत्वम् आदिजातिः अपरं जातिः अस्ति इति सत्ता इति जाति तर्हि सत्ता कुत्र कुत्र वर्तते सर्वेषु वर्तते इति सत्ता अस्ति न सर्वेषु नास्ति सत्ता इति सामान्यमस्ति खलु सामान्यं कुत्र कुत्र वर्तते द्रव्यगुण कर्मणि वर्तते सत्यम् इति कृत्वा सत्ता द्रव्यगुणकर्मणि एव वर्तते सत्ता इति जातिः एतेषु त्रिषु पदार्थेषु वर्तते किन्तु द्रव्यत्वं केवलं द्रव्येषु एव वर्तते इति कृत्वा तत् अपरा जाति सत्तायाः अपेक्षया द्रव्यत्वम् अपरं जाति अपरा जातिः द्रव्यत्वगुणत्वकर्मत्व अपेक्षया पराजातिः सत्ता तर्हि इदानीम् अस्माभिः किं चिन्तनीयम् अत्र सत्ता इति जातौ जातिः अस्ति वा इति चेत् न. तदनन्तरं विशेषः इत्यत्र जातिः अस्ति वा इति चेत् न. द्रव्यगुणकर्म सामान्यविशेषसमवायः, समवायः इत्यत्र सत्ता इति जातिः वर्तते वा इति चेत् न. अभावः इत्यत्रापि जातिः वर्तते वा इति चेत् न. तत्र किञ्चित् क्लेशः अस्ति. इत्युक्ते अभावः चतुर्विधः इति उक्तं खलु, सर्वत्र अभावत्वं वर्तते. तर्हि अभावत्वम् इति जातिः चतुर्षु अभावेषु वर्तते इति वदामश्चेत् तत्र इदानीम् अभावे जातिः वर्तते इति भाति, किन्तु अभावत्वम् इति भावरूपी जातिः नास्ति. इत्युक्ते भावरूपी नास्ति अभावत्वं, यथा वेदान्ते अस्माभिः अधीतं. तर्हि अभावत्वं कुत्र वर्तते? अभावे अथवा अभावेषु वर्तते इति कृत्वा तत्र अभावत्वम् इति जातिः नास्ति, केवलं कश्चन धर्मः सर्वेषु अभावेषु वर्तते इति अवगन्तव्यम्. सर्वेषु विशेष्येषु कः धर्मः अस्ति इति चेत् विशेष्यः, विशेष्यत्वं, विशेषः, विशेषत्वम् इति धर्मः वर्तते. धर्मः वर्तते इति एव वक्तव्यं, न तु जातिः इति भेदः. भेदः कः? धर्म जाति इति द्वयोः मध्ये भेदः कः इति न उक्तं. नामन्क्लेचर् एव वा? न, नामन्क्लेचर् इति नास्ति. कुत्रचित् प्रक्रियायां क्लेशः भवति. इत्युक्ते अत्र घटत्वं घटे केन सम्बन्धेन वर्तते? समवायसम्बन्धेन वर्तते. हा, समवायसम्बन्धेन वर्तते खलु. घटत्वं घटे समवायसम्बन्धेन वर्तते चेत् तर्हि इदानीम् अभावत्वम् अभावे केन सम्बन्धेन वर्तते? समवायसम्बन्ध इति न वक्तुं शक्यते. हा, इति भेदः, इति भेदः. यत्र समवायसम्बन्धेन वर्तते इति वदेम तत्र जातिः, यत्र समवायसम्बन्धेन वर्तते इति न वक्तुं शक्नुमः तत्र धर्मः. इति भेदः. किमर्थम् अत्र अभावत्वम् अभावे समवायसम्बन्धेन न वर्तते इत्यत्र प्रश्नः अस्ति, तस्मिन् विषये चिन्तनीयं. किन्तु यदा सामान्यं तत् समवायम् इति पदार्थं पठेम तदा तत्र तस्मिन् विषये चिन्तयेम. किन्तु भेदः अवबुद्धः खलु, जातिः अपि च धर्मः अनयोः मध्ये. यत् समवायसम्बन्धेन वर्तते तद् जातिः अथवा सामान्यं, यत् समवायसम्बन्धेन न वर्तते तद् धर्मः इति. अस्तु, धन्यवादः महोदय. अग्रे स्वामी महोदय पठति किं सामान्यं जातिः इह अभिप्रेता इति. आम् महोदय. सामान्यं जातिः इह अभिप्रेता. इयं हि एकाकारप्रतीत्या विद्यते. अनेकेषु घटेषु अयं घटः, अयमपि घटः इति अनुगतप्रतीत्या घटत्वजातिः सिद्ध्यति. एवं सर्वेषु पटेषु पटत्वं, मठेषु मठत्वम्, आत्मसु आत्मत्वं, मनस्सु मनस्त्वं जातिः भवति. सामान्यमित्युक्ते जातिः इति अवगन्तम्. एकाकारप्रतीत्या सिद्ध्यति इत्युक्ते यद्यपि अनेक द्रव्याणि सन्ति किन्तु तेषां एकाकाररूपेण सह भवति. इत्युक्ते अस्मिन् घटे विद्यमानघटत्वम् अन्यस्मिन् घटे विद्यमानघटत्वम् अनयोः घटत्वयोः मध्ये भेदः नास्ति, एकाकारप्रतीतिः अस्ति खलु. यथा अस्मिन् घटे घटत्वं प्रतीयते तद्वत्तेव अन्यस्मिन् घटे अपि घटत्वं प्रतीयते इति कृत्वा तत्र एकम् इति स्वीकृतम्. अस्तु, अग्रिमपरिचयः महोदय. क्वचित् तु तादृशधर्मस्य जातित्वस्वीकारे किञ्चित् बाधकं भवति, यथा आकाशे विद्यमान आकाशत्वम् अस्तिः आश्रयः एकः एव, अतः एकाकारप्रतीतिः नैव सम्भवति. अतः आकाशे सिद्धम् अपि आकाशत्वं न जातिः. ओ तथैव. तर्हि अत्र किमुक्तं? किन्तु बाधकमस्ति लक्षणे, अत्र आकाशः तु एकः एव, तर्हि आकाशत्वं नानाद्रव्येषु न दृश्यते. तर्हि अत्र सामान्यस्य लक्षणं कथमुक्तम्? नित्यम् एकम् अनेकानुगतम्. हा, तर्हि आकाशत्वे किं किं प्राप्तं किं न प्राप्तम्? नित्यं प्राप्तम्, एकं प्राप्तम्, अनेकानुगतं न प्राप्तम्. सत्यम् इति कृत्वा आकाशत्वम् इति जातिः नास्ति, अनेकानुगतं नास्ति, एकानुगतं खलु. एकः आकाशः इति एकः एव, तर्हि तस्मिन् विद्यमान आकाशत्वम् इति धर्मः इति उच्यते, न तु जातिः. तर्हि आकाशत्वम् आकाशे समवायसम्बन्धेन वर्तते इति न वक्तव्यम्. किमर्थम्? आकाशत्वं जातिः नास्ति इत्यतः. अस्तु, अग्रे. अत्र तर्हि आकाशत्वं धर्मः. अस्तु. एवं स्थिते नैयायिकाः तस्य स्वरूपनिर्वचनाय यतन्ते. घटत्वपठद्वादीनां हि जातीनां किं स्वरूपमिति पृष्टे घटत्वमखण्डो धर्मः जातिरूपः, पटत्वमखण्डा जातिः, आत्मत्वम् अखण्डा जातिः इति उच्यते. यस्य तु आकाशत्वस्य न एवं भिदता तस्य अखण्डत्वाभावे न खण्डता भवति. खण्डत्वम् इति नूतन प्रक्रिया. अस्तु, अत्र पङ्क्तिशः वदतु महोदय. एवं नैयायिकाः तत् स्वरूपनिर्वचने यतन्ते. घटत्वपटत्वादीनां हि जातीनां किं स्वरूपमिति पृष्टे. अस्तु, जातिस्वरूपं किम् इति, घटत्वे अखण्डधर्मः इति जाति, पटत्वमपि अखण्ड इति जातिः इति नास्ति. अखण्डधर्मः जातिरूपः. एकं तु अखण्डः धर्मः जातिरूपः इति लिखितं घटत्वं, पटत्वम् अखण्डा जातिः इति. तयोः मध्ये भेदमस्ति वा? एकं जातिरूपम् अस्ति, एकं जातिः. न न, भेदः नास्ति. जातिरूपः इत्युक्ते जातिः, धर्मः नास्ति, जातिः. अखण्डधर्मः जातिः, तर्हि तथा अवगन्तव्यं वा? अत्र किञ्चित् प्रतिपादयतु. अखण्डधर्मः इत्युक्ते किम्? प्रायः अनेकत्वे तथैव भवेत्, केवलम् एक द्रव्यम् एव नास्ति. हा, तर्हि किं स्वरूपमिति पृष्टे घटत्वम् अखण्डः धर्मः जातिरूपः, घटत्वम् इति अखण्डः धर्मः इत्युक्ते अखण्डः इत्युक्ते सर्वेषु यत्र सर्वम् इति पदं प्रयोगं कुर्मः तदा एव अखण्डत्वं प्राप्यते खलु. यदि एकमेव अस्ति तर्हि तत्र अखण्डः सखण्डः इति व्यवहारः एव न भवति. सत्यम् इति कृत्वा एवम् अत्र उक्तम् इति लिखितमस्ति. किञ्चित् किञ्चित् अग्रे पठेम. हा अग्रे आयासति किमिदं सखण्डत्वं, सखण्डत्वं नाम किम् इति. किमिदं सखण्डत्वं? नानापदार्थघटितत्वम्. हा अस्तु अग्रे. सखण्डत्वम् नानापदार्थघटित्वं वा? अस्तु. यथा आकाशे विद्यमान आकाशत्वं शब्दसमवायिकारणत्वम्. अस्तु. अत्र च आकाशत्वपरिष्कारे शब्दः प्रविष्टः, समवायिकारणत्वं च. तथा च येषां धर्मानां बालकवशात् जातिवर्गात् बहिर्भावः भवति परन्तु किञ्चित् निर्वचनं स्वरूपलक्षणं वा येषां कर्तुं शक्यते ते सखण्डोपाधयः इति कथ्यन्ते. आकाशत्वं पूर्वोक्तं सखण्डोपाधिः, शब्दसमवायिकारणत्वं हि तस्य स्वरूपलक्षणम्. पृथिव्यादिचतुष्टयाकाशवर्ती भूतत्वमपि सखण्डोपाधिः. पृथिवी भूतभूतं जलं भूतमिति अनुगतप्रतीतिसत्त्वेपि कुतश्चित् बाधकात् तत् भूतत्वं जातिवर्गात् भ्रष्टम्, अतः तत् परिष्कृतं. तस्य स्वरूपलक्षणं हि बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् इति. सखण्डत्वं नाम किम् इति अवगन्तव्यं महोदय. अत्र सखण्डत्वम् इत्यत्र किञ्चित् चिन्तयं वदतु महोदय. पञ्चशः वदतु. प्रथमं नानापदार्थघटितत्वं सखण्डत्वम् इत्युक्ते नानापदार्थघटितत्वम्. अत्र उदाहरणमस्ति खलु. अखण्डत्वं नास्ति महोदय. यथा आकाशे विद्यमान आकाशत्वं शब्दसमवायिकारणत्वम् अस्तु. अत्र च आकाशत्वपरिष्कारे शब्दः प्रविष्टः, समवायिकारणत्वं च. आकाशत्वपरिष्कारे इत्युक्ते महोदय उद्देश्य न आकाशस्य लक्षणं कथं दत्तम्? शब्दसमवायीकारणम् आकाशः इति उक्तम्. सत्यम्. अस्तु तर्हि घटः इत्यस्य लक्षणं किम्? घटः इत्यस्य लक्षणं किम्? घटः तस्य लक्षणं घटत्वं यस्मिन् अस्ति. घटत्ववान् घटः इति लक्षणं. घटत्वं यस्मिन् अस्ति सः घटः खलु. तर्हि पटत्वं, पटः नाम किं? पटत्वं यस्मिन् अस्ति सः पटः इति सामान्यतया जातिं स्वीकृत्य एव लक्षणं वदेम खलु. किन्तु आकाशस्य लक्षणे आकाशत्वं यस्मिन् तद् आकाशः इति न उक्तम्. शब्दगुणकम् आकाशम् अथवा शब्दसमवायीकारणम् आकाशम् इति उक्तम्. किमर्थम् आकाशत्वं परित्यज्य शब्दः अपि च समवायिकारणत्वम् उभयमपि लक्षणवाक्ये प्रविष्टम् इति चिन्तनम्. यथा घटत्ववान् घटः इति घटस्य लक्षणं, पटत्ववान् पटः इति पटस्य लक्षणं, तद्वत् किमर्थम् आकाशत्ववान् आकाशः इति न लक्षितम्? किमर्थं शब्दसमवायीकारणम् इति आकाशस्य लक्षणं, शब्दगुणकम् आकाशं, तत्र गुण इति पदेन किमुक्तं? शब्दः इति गुणः, गुणः तु समवायसम्बन्धेन कारणे वर्तते, आकाशे वर्तते इति कृत्वा शब्दसमवायीकारणत्वम् आकाशस्य लक्षणम् इति किमर्थम् उक्तम्? अत्र च आकाशत्वपरिष्कारे इत्युक्ते आकाशत्वम् इति अनुक्त्वा शब्दः प्रविष्टः, समवायीकारणत्वं च प्रविष्टम्. तथा च अग्रे पठतु. तथा च येषां धर्माणां बाधकवशात् जातिवर्गात् बहिर्भावः भवति. बाधकवशात् जातिवर्गात् बहिर्भावः, महोदय बहिर्भावः भवति इति न बुद्धम्. अत्र लक्षणवाक्ये आकाशत्वम् इति न उक्तं खलु? न उक्तम्. तद् लक्षणात् बहिर्गतः. येषां तथा च येषां धर्माणां बाधकवशात् जातिवर्गात् बहिर्भावः भवति इत्युक्ते आकाशत्वम् इति जातिः नास्ति, केवलं धर्मः. तदेव अत्र उक्तम्, जातिवर्गात् बहिर्भावः. अपादाने पञ्चमी, जातिवर्गात् बहिर्भावः कस्य? आकाशत्वस्य. आकाशः इति जातिः इति न स्वीक्रियते, केवलं धर्मः इति स्वीक्रियते. सर्वे जातयः धर्माः, किन्तु सर्वे धर्माः जातयः न. पुनः वदामि, सर्वाः जातयः धर्माः, किन्तु सर्वे धर्माः जातयः न. सो धर्मा इस् अ सूपर् सेट्, वितिन् दट् देर् इस् जाति विच् इस् अ सब्सेट्. अस्तु, परन्तु अग्रे महोदय, परन्तु परन्तु किञ्चित् निर्वचनं रूपलक्षणं वा येषां कर्तुं शक्यते ते सखण्डोपाधयः इति कथ्यन्ते. साक्षात् जातिः नास्ति किन्तु धर्मः यत्र क्रियते स्वरूपलक्षणं ते सखण्डोपादयः इति कथ्यन्ते. न, परन्तु किञ्चित् निर्वचनं स्वरूपलक्षणं वा येषां कर्तुं शक्यते. अत्र आकाशत्वम् इत्यत्र जातित्वं निरूपयितुं शक्यते अनेक अनुगत अभावात्, किन्तु तत्र निर्वचनं कर्तुं शक्यते. तर्हि आकाशत्वं नाम किम् इति चेत् शब्दसमवायीकारणत्वम् आकाशत्वं खलु? शब्दसमवायीकारणत्वम् आकाशत्वम् इति धर्मस्य लक्षणं वक्तुं शक्यते, किन्तु जातित्वं न निरूपयितुं शक्यते. किमर्थम्? अनेक अनुगतत्वं नास्ति आकाशत्वे, अनेक अनुगतत्वं नास्ति, किन्तु तस्य स्वरूपलक्षणं वक्तुं शक्यते. कथम् इति चेत्, आकाशत्वं नाम किं? शब्दसमवायीकारणत्वम् आकाशत्वम् इति निर्वचनं कर्तुं शक्यते इति कृत्वा आकाशत्वं सखण्ड उपाधिः इति तस्य नाम. तर्हि सखण्ड उपाधिः नाम किम् इति चेत्, जातिर्भिन्ना अस्ति, जातिभिन्नत्वे सति, जातिः न भवेत्, जातिभिन्नत्वे सति कथञ्चित् अथवा किञ्चित् निर्वचनं स्वरूपलक्षणं वक्तुं स्वरूपलक्षणवान् भवति चेत् तद् सखण्ड उपाधिः इति भवति. अस्तु अग्रे महोदय, आकाशत्वं पूर्वोक्तं सखण्ड उपाधिः खलु? अवबुध्यते वा? अवबुध्यते महोदय. किमर्थमिति चेत् अग्रे पठतु शब्दसमवायीकारणत्वं हि तर्हि स्वरूपलक्षणं वक्तुं शक्यते किन्तु जातौ न अन्तर्भूतमस्ति एवमपि अग्रे पठतु पृथिव्यादि पृथिव्यादिचतुष्टय आकाशवर्ति भूतत्वमपि अखण्डोपाधि पृथिवीभूतं जलभूतम् इति अनुगत पृथिवीभूतमिति नास्ति पृथिवी जलं तेजः वायुः आकाशः एतेषु सर्वेषु एते एव पञ्चभूताः सन्ति खलु पञ्चभूताः इति किमर्थम् एकस्यां श्रेण्यां तेषां स्थापनम् इति चेत् तेषु सर्वेषु भूतत्वम् इति कश्चन धर्मः वर्तते भूतत्वम् इति जातिः नास्ति किन्तु धर्मः इति कृत्वा भूतत्वम् इति सकण्ड उपाधिः तर्हि भूतत्वस्य लक्षणं किम् इति चेत् चिन्तनीयम् अत्र ग्रन्थकारेण उक्तं पृथिवीजलं पृथिवीभूतं जलं भूतम् इति अनुगतप्रतीतिसत्त्वे अपि कुतश्चित् बाधकात् तद्भूतत्वं जातिवर्गात् भ्रष्टम् अत्रापि भूतत्वे अनेक अनुगतत्वमस्ति तर्हि कथं तत्र तस्य बाधा भवति इति न उक्तम् नित्यत्वमस्ति एकत्वमपि अस्ति अनेक अनुगतत्वमपि अस्ति भूतत्वे तथापि किमर्थं भूतत्वं जातिः नास्ति इति अत्र न उक्तम् केवलं कुतश्चित् बाधकात् इति केनचित् कारणेन तस्य बाधा भवति इति कृत्वा तत्र जातिर्वर्गात् भ्रष्टम् अतः तत् परिष्कृतम् अस्तु अग्रे पठतु महोदय तस्य स्वरूपलक्षणं हि तस्य स्वरूपलक्षणं हि बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् इति हा तस्य इत्युक्ते कस्य आकाशस्य न भूतत्वं हा भूतत्वस्य स्वरूपलक्षणं बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं बहिरिन्द्रियेण ग्राह्यं बहिरिन्द्रियग्राह्यं तादृशग्राह्यविशेषगुणवत्त्वम् तर्हि आकाशे भूतत्वं वर्तते किन्तु आकाशे बहिरिन्द्रियग्राह्यविशेषगुणत्वमस्ति वा आकाशे किमर्थं न भवेत् नास्ति खलु श्रोत्रेन्द्रियेण शब्दः गृह्यते शब्दस्तु समवायिसम्बन्धेन आकाशे वर्तते समवायसम्बन्धेन आकाशे वर्तते अस्तु अग्रिमे वर्गे अस्मिन् विषये इतोपि किञ्चित् चिन्तनं कुर्मः बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं भूतत्वम् इति तस्य स्वरूपलक्षणं तर्हि एतादृशलक्षणं यत्र यत्र वर्तते तत्सर्वं भूतमस्ति तर्हि इदानीं गृहपाठः कः इति चेत् आकाशे भूतत्वं निरूपणीयम् एतत् स्वरूपलक्षणं स्वीकृत्य तस्मिन् विषये चिन्तयन्तु अत्र स्थगेम सर्वेभ्यो नमस्कारः धन्यवादाश्च